अस्तु तर्हि गतरविवासरे अस्माकं लङ् लङ् लकारे तिङ्प्रत्ययाः कथं निष्पद्यन्ते इति अस्माकं पठनम् अभवत्। तत्र एकनिमेषः महोदय, स्क्रीन् शेरिङ्ग् कर्तुं शक्नोति वा? न, केवलम् आडियो एव अस्ति। अस्तु, अत्र किमपि वीडियो नास्ति खलु? न, तादृशं न। अस्तु अस्तु, तर्हि सर्वेषां कृते ई पत्रम् अस्ति खलु? अस्तु, तर्हि गतरविवासरे एकः प्रश्नः आगच्छत् यत्र चर्चा अभवत्। तस्थस्तमीपां तान्तन्तामः इति यत् आसीत् तत्र मिप् स्थाने अम् इति अस्ति। तर्हि कथं जानीमः यत् मिप् स्थाने अम् अस्ति? यतोहि इतश्च इति सूत्रं वदति यत् मिप् स्थाने तु मकारपि आगन्तुं शक्नोति। तर्हि कथं जानीमः यत् किं करणीयम्, अपवादः अस्ति वा नास्ति वा इति? तर्हि अहं किञ्चित् अत्र अस्मिन् विषये विचारं कृतवान्। अहं किं चिन्तयामि इति अहं वदामि। तर्हि प्रथमं तु एकमस्ति यत् अत्र सूत्रे लिखितमस्ति यत् मिप् स्थाने अम्, साक्षात् लिखितमस्ति मिप् स्थाने अम्। तदनन्तरं तर्हि अत्र हलन्त्यमपि प्रसक्तिः अस्ति, अत्र अस्य सूत्रस्य अपि प्रसक्तिः अस्ति। एकस्मिन् एव स्थाने द्वयोः सूत्रयोः प्रसक्तिः भवति। हलन्त्यं वदति यत् मिप् स्थाने मी करोतु। इदं सूत्रं वदति यत् किं करणीयं, मिप् स्थाने अम् इति करणीयं। तर्हि अहं किं चिन्तयामि यत् यथा सुमन् महोदय गतरविवासरे उक्तवती यत् अत्र अपवादरूपेण मिप् स्थाने अम् करणीयं हलन्त्यम् इति सूत्रस्य अपेक्षया। तस्थमीपां तान्तन्तामः इति सूत्रम् अपवादसूत्रम् अस्ति, अतः अपवादत्वेन मिप् स्थाने अम् करणीयं। तर्हि एषः विचारः तु समीचीनः इति अहं चिन्तितवान्। तर्हि एषः विचारः तु सम्यक्, परन्तु कश्चन जनः प्रष्टुं शक्नोति यत् प्रथमं हलन्त्यं करणीयं, हलन्त्यमपि कर्तुं शक्नुमः, किमर्थं? यतोहि हलन्त्यं भवति चेत् मिप् स्थाने मी भवति। वयं जानीमः यत् प्रत्ययस्य स्थाने यत् प्रत्ययः आगच्छति, लोपः अपि भवति चेत् तस्य तत्र मूलप्रत्ययस्य लक्षणं तु भवति एव खलु। प्रत्ययलोपे प्रत्ययलक्षणम् इति वयं जानीमः यत् मिप् मध्ये पकारस्य लोपः भवति चेदपि तस्य लक्षणं तु अस्ति एव। तर्हि यत् मी अस्ति, तत् मी इति प्रत्ययः यत् निष्पद्यते, तत् मी प्रत्ययः अपि मिप् इव इति कश्चन कथयितुं शक्नोति। तर्हि सः विचारः अपि समीचीनः। मिप् स्थाने यदि प्रथमं हलन्त्यं कृत्वा मी आगत्य तत् मी अपि मिप् इव इति विचारः तु समीचीनः। तर्हि तादृशमपि चिन्तनं यदि वयं कुर्मः, तर्हि अस्तु प्रथमं हलन्त्यं करोतु, तत्र मिप् स्थाने मी आगच्छति। अधुना मी मध्ये पुनः द्वयोः सूत्रयोः प्रसक्तिः अस्ति, इतश्च अपि अस्ति, तदनन्तरं तस्थस्तमीपान्तन्तामः इति सूत्रस्य अपि प्रसक्तिः अस्ति। अधुना किं करणीयं? तर्हि ईमेल् ई पत्रे लिखितमस्ति यत् विप्रतिषेधः अस्ति, अतः परसूत्रं कार्यं करोति। परसूत्रम् अस्ति तस्थस्तमीपान्तन्तामः, अतः तस्य कार्यं भवति। मम चिन्तनं किञ्चित् भिन्नमस्ति। तत्र यदि वयं केवलं तस्थस्तमीपां तान्तं तामः इति सूत्रस्य मिप् स्थाने अम् इति भागं यदि वयं पश्यामः, तर्हि यदि मिप् स्थाने अम् नितः लकारः अस्ति चेत् मिप् स्थाने अम् भवति। इतश्च वदति यत् नितः लकारेषु ह्रस्व इकारस्य लोपः भवति। तर्हि तद् यदि यत् मिप् स्थाने अम् अस्ति तद् अपवादत्वेन तत् अपवादरूपं धारयति। यतोहि यदि मिप् स्थाने अम् इति सूत्रभागस्य अपेक्षया अत्र अपि यदि इतश्च सूत्रं कार्यं करोति तर्हि मिप् स्थाने अम् इति सूत्रस्य भागः यत् अस्ति तत् निरवकाशः भवति. वयं जानीमः यत् सूत्रे सूत्रमध्ये कदापि कोऽपि भागः निरवकाशः न भवेत्. अतः अपवादत्वेन अत्र मिप् स्थाने अम् भवति इतश्च इति सूत्रस्य अपेक्षया इति. अतः किमपि चिन्तनं भवेत् यदि साक्षात् मिप् स्थाने अम् हलन्त्यस्य अपेक्षया अपवादम् अथवा इतश्च इति सूत्रस्य अपवादं किमपि अस्ति चेत् अपवादरूपेण मी अथवा मिप् इति प्रत्ययस्य स्थाने अम् इति आगच्छति इति एव रूपम् इति एव फलं निष्पद्यते, फलं समानमेव निष्पद्यते. अतः अत्र मिप् स्थाने अम् भवति लङ्लकारे इति चिन्तनम् अस्ति. अत्र प्रश्नः अस्ति वा कस्यापि? सर्वे अवगच्छन्ति वा? न महोदय, किञ्चित् किं किं न अवगच्छन्ति? किं करणीयम् इत्युक्ते कस्य प्रसक्तिः अस्ति इति वदति अधुना एकवारं पुनः वक्तुम्. आम् आम्, तर्हि कोऽपि अस्ति वा येन सर्वम् अवगतम्? सर्वं न अवगतं महोदय. अस्तु, तर्हि प्रपश्यतु तस्थस्थमिपां तान्तं तामः इति सूत्रस्य किमस्ति यत् मिप् स्थाने अम् करोतु इति. परन्तु यदा मिप् इति मूलप्रत्ययः अस्ति तत्र एकस्मिन् एव समये सूत्रद्वयस्य प्रसक्तिः अस्ति. एकमस्ति हलन्त्यं, तदनन्तरं तस्य लोपः येन मिप् स्थाने मी भवति. तदनन्तरम् अस्य सूत्रस्य प्रसक्तिः अस्ति यत् वदति यत् साक्षात् मिप् स्थाने अम् करोतु. जी, तत्र आमेतः इति कार्यं न करोति वा? आमेतः तु अत्र किमपि नास्ति महोदय, तत्तु भिन्नम् अस्ति. तर्हि इति सर्वे अवगच्छन्ति खलु हलन्त्यं, तदनन्तरं तस्य समीपं तान्तं तामः इति सूत्रस्य प्रसक्तिः भवति इति सर्वे अवगच्छन्ति खलु एकस्मिन् एव समये. हलन्त्यं पकारस्य लोपः, पकारस्य लोपः, तर्हि हलन्त्यं तस्य लोपः इति यदि वयं कुर्मः तर्हि मिप् स्थाने मि आगच्छति. तस्थस्थमिपां तान्तं तामः इति यदि वयं कुर्मः तत्र मिप् स्थाने अम् आगच्छति. तर्हि किं करणीयम् इति प्रश्नः अस्ति. तर्हि अत्र अपवादत्वेन मिप् स्थाने अम् इति भवति, यतोहि हलन्त्यम् इति सूत्रस्य तु यत् प्रसक्तिः क्षेत्रम् अस्ति तत्तु बृहत् अस्ति. मिप् इति स्थाने अम् तस्य तस्य प्रसक्तिक्षेत्रं लघु अस्ति. हलन्त्यम् इति सूत्रस्य मध्ये अन्तर्गतमेव अस्ति. अतः अपवादत्वेन मिप् स्थाने अम् इति कर्तुं शक्नुम, मिप् स्थाने अम् इति भवति. परन्तु अन्य विचारः एतादृशः अपि अस्ति यत् प्रथमं हलन्त्यं करोतु, मिप् स्थाने मि भवति, तत्र पकारस्य लोपः भवति. वयं जानीमः यत् यदा प्रत्ययस्य किमपि लोपः भवति तत् नूतनप्रत्यये मूलप्रत्ययस्य स्वभावः तु वर्तते एव, लक्षणं तु वर्तते एव. अतः मिप् मी इति प्रत्ययः यद् भवति तदपि मिप् इव अस्ति इति अपि कोऽपि चिन्तयितुं शक्नुमः. अस्तु, मिप् स्थाने यत् मी भवति तद् मी प्रत्ययः मिप् एव अस्ति. मूलप्रत्ययं तु मिप् एव, तस्य लक्षणं तु भवति एव. तदस्ति चेत् अस्तु, तदपि चिन्तनम् अस्ति यत् उचितम् अस्ति. अतः प्रथमं हलन्त्यं करोतु, मी इति आगच्छति. अधुना मी यत् अस्ति तत्र अपि सूत्रद्वयस्य प्रसक्तिः अस्ति. एकं तु अस्ति तस्य समीपं तान्तं तामः इति, यतोहि मिप् स्थाने अम् करोतु. अन्यसूत्रमस्ति यत् इतश्च, इतश्च इति सूत्रं वदति यत् ह्रस्व इकारान्त तिङ्प्रत्ययः अस्ति चेत् नितः लकारे तस्य इकारस्य लोपः भवति. हा, तर्हि एकं सूत्रं वदति मी स्थाने मकारः, एकं सूत्रं वदति मी स्थाने अम्. तर्हि अधुना पुनः किं करणीयं? तदेव, तत्र अपि अपवादत्वेन मिप् स्थाने अम् आगच्छति इति अहं चिन्तयामि, यतोहि इतश्च इति सूत्रस्य प्रसक्तिः बृहत् अस्ति, बृहत् क्षेत्रं तस्य प्रसक्तिक्षेत्रं बृहत् अस्ति, तत् तिप् इति सूत्रे अपि प्रत्ययस्य कृते अपि कार्यं कर्तुं शक्नोति, मिप् अपि सिप् अपि तस्य प्रसक्तिक्षेत्रं बहु बृहत् अस्ति, परन्तु मिप् अस्य प्रसक्तिक्षेत्रं लघु अस्ति सम्पूर्णतया, अत्र इत् इति इतश्च इति सूत्रस्य प्रसक्तिक्षेत्रे अन्तर्भूतम् अस्ति, अतः अपवादरूपेण मिप् स्थाने अम् भवति, नो चेत् यदि मिप् स्थाने अत्र अपि इतश्च इति सूत्रं कार्यं कृत्वा मकारः भवति तर्हि तस्तस्त्रीपां तान्तन्तामः इति सूत्रस्य यत् मिप् स्थाने अम् यत् भागः अस्ति तत् निरवकाशः भवति, व्यर्थः भवति। वयं जानीमः यत् अष्टाध्याय्यां कस्यापि सूत्रस्य कस्य कोऽपि भागः निरवकाशः न भवितुं शक्नोति, नो चेत् प्राणिनी तत्र लिखित् न लिखति एव। अतः पुनः अपवादत्वेन इतश्च इति सूत्रस्य प्रसक्तया सूत्रस्य अपेक्षया तस्थस्तेपां तान्तन्तामः इति सूत्रस्य कार्यं करोति, अतः मिप् स्थाने अम् भवति। तर्हि कोऽपि चिन्तनं किमपि चिन्तनं करोतु, प्रथम सोपाने एव हलन्त्यस्य अपेक्षया मिप् स्थाने अम् अथवा इतश्च इति सूत्रस्य अपेक्षया मिप् स्थाने अम् किमपि चिन्तयतु, यतोहि सूत्रे साक्षात् लिखितम् अस्ति यत् मिप् स्थाने अम् अतः अपवादत्वेन अपवादस्य बलेन मिप् स्थाने अम् भवति, नो चेत् तस्य भागस्य निरवकाशः भवति। अतः नित्सु लकारेषु उत्तमपुरुष एकवचने मिप् मिप् प्रत्ययः अस्ति तस्य स्थाने अम् भवति, अतः लङ् लकारे अम् भवति। महोदय तत्र एक चिन्तनम् अस्ति मम, विप्रतिषेधे परं कार्यम् इति सूत्रेण इतश्च अपि कार्यं कर्तुं न शक्यते महोदय? तदस्ति, तदेव तदेव ई पत्रे लिखितम् अस्ति विप्रतिषेध रूपेण परसूत्रं कार्यं करोति, परसूत्रम् अस्ति तस्य, परन्तु मम चिन्तनं किञ्चित् भिन्नम् अस्ति। अहं चिन्तयामि यत् तत्र अपवादत्वेन कार्यं भवति, यदा अपवादः अस्ति तत्र सर्वदा अपवादस्य बलं भवति खलु, विप्रतिषेधस्य अपेक्षया अपवादस्य बलं भवति, अतः यदि अपवादः अस्ति चेत् सर्वदा प्रथमम् अपवादसूत्रस्य कार्यं भवति। सत्यं, तर्हि यतोहि फलं समानमेव अस्ति, परन्तु तस्य यत् कारणम् अस्ति तत् अहं चिन्तयामि विप्रतिषेधं न परन्तु अपवाद इति रूपेण करणीयम्। सत्यं महोदय, परन्तु यथा भवान् उक्तवान् यदि विप्रतिषेधमपि अस्ति चेदपि अपगच्छन्ति, अतः तदेव फलं तु समानमेव अस्ति, परन्तु तर्कम् अपवादम् अस्ति, उचितं तर्कम् इति अहं चिन्तयामि। अस्तु, यत्किमपि अस्तु, अम् एव भवति इति। अस्तु, तर्हि इदानीं लङ् लकारस्य प्रत्ययः तु गतरविवासरे अस्माभिः पठितः, तत्र कस्यापि प्रश्नः अस्ति वा? तत्र मया त्रीणि ध्वनिमुद्रणानि तत्र ई पत्रे स्थापितानि मया, तत्र त्रीणि सन्ति ध्वनिमुद्रणानि तत्र सन्ति। अस्तु, प्रश्नः नास्ति चेत् अधुना विधिलिङ् लकारस्य प्रति वयं गच्छामः। तत्र परस्मैपदे विधिलिङ् लकारस्य तिङ् प्रत्ययः सिद्धि इति अस्ति खलु, सर्वे अवपश्यन्ति खलु, तत्र वयं ततः वयम् अग्रे गच्छामः। अधुना मीना महोदय अस्ति खलु, पठतु महोदय। परस्मैपदे विधिलिङ् लकारस्य तिङ् प्रत्ययः सिद्धिः, मूलं तिप्तश्चि सिप्तस्त बिप्वस्मस् चुटु प्रत्ययस्य आदौ चवर्गीयः च च च जज्ञ अथवा टवर्गीयः टन वर्णः भवति चेत् तस्य वर्णस्य इत् संज्ञा भवति, यथा नूल् वु अवशिष्यते ओके लकारं लोपः लकारं लोपः लत्यम् इति कारणेन नियमाः लङ् लकारस्य कृते ये त्रयः नियमाः उक्ताः ते नियमाः सर्वेषु गित्सु लकारेषु उपयुक्ताः विधिलिङ् ङित् लकारः अस्ति अतः अत्र अपि येषां त्रयाणां प्रसक्तिः इतश्च इति ई लोपः तस्तस्तमिपां तान्तं तां तं तामहे इति तां तं त अम् एते आदेशः नित्यं ङितः इति वसि वसि च सकारलोपः एक प्रथमनियमः किमस्ति भवतु वदतु चुटु प्रथमनियमः त्रीणि नियमाः नियमाः सन्ति लङ् लकार इतश्च इति सूत्रेण इतश्च सूत्रेण इतः लस्य इतः परस्मैपदलोपः इकारः लोपः इत् इस् बिकम्स् इत् इस् इत इतश्च सूत्रेण तस्तस्तमिपां तां तं तम् इतः इति तप्तिप्तश्चि तां तं त वस् इति प्रत्ययः तां तं त अम् इति भवति इतस्तस्तमिपां तां तं तमः इति सूत्रेण नित्यं ङितः इति सूत्रेण वस् वस्मस् सकारलोपः वाम इति भवति तर्हि अत्र नित् अत्र लङ् लकारे यत् इतश्च तस्मिपां तान्तन्तमः नित्यं नितः इति अस्ति तेषाम् अत्र अपि प्रसक्तिः अस्ति यतोहि त्रीणि सूत्राणि नित्सु लकारेषु कार्यं कुर्वन्ति न केवलं लङ् लकारे परन्तु सर्वेषु नित्सु लकारेषु विधिरिङ्ग् अपि नित् नित् अस्ति खलु लिङ्ग् नकारः अस्ति अतः ते अतः त्रयाणां सूत्राणां प्रसक्तिः अत्र अपि भवति समानमेव हा अस्तु अग्रे पठतु जि स्थाने जुस् आदेशः अत्र नूतनसूत्रं जि स्थाने जुस् आदेशः जकारस्य इत् संज्ञा लोपश्च जकारस्य इत् संज्ञा लोपस्य जकारस्य इत् संज्ञा कथं किमर्थं जकारस्य इत् संज्ञा केन सूत्रेण केन सूत्रेण भवत्या एव पठितं चुटु जी स्थाने जुस् भवति तत्र जुस् मध्ये जकारस्य लोपः केन सूत्रेण अतः अतः चुटु इति सूत्रम् उपरि लिखितम् अस्ति अत्र अस्मिन् लकारे प्रमुखं कार्यम् इदं यत् यासु आगमः भवति प्रत्ययात् प्राक् अस्मिन् लकारे तत्र अनुबन्धलोपे सति यास् इति शिष्यते यदि यदि अङ्गम् तर्हि तत्र झी स्थाने जुस् यत् अस्ति तत्र अहं किञ्चित् वदामि तत्र अस्माभिः पठितं यत् लट् लकारे लोट् लकारे तत्र विधिलिङ्ग् लङ् लकारे तत्र झोन्तः सूत्रं कार्यं करोति खलु परन्तु अत्र विधिलिङ्ग् लकारे भिन्नं भवति झी स्थाने जुस् भवति तदनन्तरं जकारस्य लोपः भवति केन सूत्रेण चुटु तदनन्तरम् उस् इति अवशिष्यति अधुना सकारस्य लोपः किमर्थं न भवन्ति हलन्त्यम् इति सूत्रेण विभक्तौ तु स्मः सम्यक् न विभक्तौ तु स्मः इति सूत्रेण जूस् जूस् इति तिङ् प्रत्ययस्य स्थाने आगच्छति खलु. तिङ् प्रत्यय विभक्तिप्रत्ययः अस्ति, अतः जूस् अपि विभक्तिप्रत्ययः एव अस्ति. न विभक्तौ तु स्मः इति सूत्रेण सकारस्य लोपः न भवति, उस् एव अवशिष्यते. अधुना उस् तस्य सकारस्य किं भवति कोऽपि वक्तुं शक्नोति वा? यदा पदे आगच्छति तिङन्तपदे शशुरुः, तदनन्तरं किम् कर्मसाने आम् तत्र ससजुषोरुः इति सूत्रेण सकारस्य स्थाने रु, तदनन्तरं खरविसानयोः विसर्जनीयः उहु भवति. अतः पठेयुः अस्ति खलु, पठेयुः भवेयुः विधिलिङ्लकारे प्रथमपुरुषे एकवचने बहुवचने, तत्र उहु यत् अस्ति तत् इति जुस् प्रत्ययस्य भागः अस्ति. तदनन्तरम् अन्य अस्ति यत् प्रमुखकार्यं यत् अस्ति तदस्ति यत् परस्मैपदेषु विधिलिङ्लकारे सर्वेषां सर्वेभ्यः प्रत्ययेभ्यः प्राक् यासुट् आगमः भवति. यासुट् तत्र अग्रे सूत्राणि सन्ति, तत्र लिखितमस्ति, तत्र यासुट् आगमः भवति. यासुट् मध्ये टकारस्य लोपः भवति केन सूत्रेण? हलन्त्यम् इति सूत्रेण. उकारस्य अपि लोपः भवति केन सूत्रेण? आम्, अतः केवलं यास् इति अवशिष्यते. अतः सर्वेभ्यः प्रत्ययेभ्यः प्राक् परस्मैपदेषु यास् इति आगमः भवति. अतः पश्यतु कुर्यात् इति अस्ति खलु, तत्र यकारः अस्ति, अथवा चिनुयात् इति अस्ति, तत्र अपि यकारः अस्ति, चिनुयात् अस्ति खलु विधिलिङ्लकारे, कुर्यात् चिनुयात्. अत्र सर्वं यत् या अस्ति तत्र सर्व तत्र यासुट् इति प्रत्ययस्य भागः अस्ति. अतः यासुट् इति प्रत्ययस्य आगमः भवति. तर्हि कथं जानीमः यत् यासुट् इति प्रत्ययः यासुट् इति आगमः प्रत्ययस्य प्राक् भवति? कथं जानीमः? सम्यक्. तर्हि आद्यन्तौ टकितौ इति सूत्रेण टित् आगमः टित् अस्ति चेत् यत् यस्य आगमः भवति तस्मात् प्राक् भवति. यदि आगमः कित् अस्ति चेत् यस्य आगमः भवति तस्मात् अनन्तरं भवति. तर्हि अत्र यासुट्टित् अस्ति अतः प्राक् भवति इति वयं जानीमः. अस्तु, तर्हि धन्यवादः महोदय, अग्रे गच्छामः. सुमित्रा महोदय अस्ति खलु? नमस्ते महोदय, सुमन् अस्मि. समयः समय परिवर्तनम् अभवत् इति न ज्ञातवती. आमां, तत्र केचन जनाः रिक्वेस्ट् कुर्वन्ति यत् तत्र इण्डिया मध्ये लेट् भवति, तर्हि परन्तु अत्र किमपि नूतनं किमपि न अभवत्. वयं सर्वे विधिलिङ्लकारे एव अधुना एव अस्माभिः आरब्धं. तत्र विधिलिङ्लकारः अस्ति खलु, तत्र नियमाः सन्ति. हा, तत्र पश्यति वा? नमस्कारः महोदय, अहमपि विलम्बेन आगतवती. ओहो, अस्तु, न्यू टैमिङ्ग्. तर्हि अहम् इदानीं तु what is the standard timing mode atra I am so there have been some requests for changing the time, so I am thinking of 7:30 because some people find like 9:30 is late in India. 10 so let's keep it at 7:30. It won't change now. Astu, so from now going so 7:30 as in 7:30 on Pacific time, so according to India 8 PM IST. अस्तु, and so इदानीं कुतः? सो अत्र परस्मैपदे विधिलिङ्लकारस्य तिङ् प्रत्ययः सिद्धि इति. लङ्लकारः तु समाप्तः. अस्तु, तर्हि विधिलिङ्लकारस्य तिङ् प्रत्ययः सिद्धि. अस्तु, पश्यति. तर्हि अत्र अत्र एव अधुना एव अस्माभिः आरब्धं, तत्र एकवारं पुनः पठामः. तर्हि सुमित्रा महोदय, एकवारं प्रथम नियमं आरभ्य पठतु. That is Niyamaha, one, two, three. Tatra Vidhiring Lakare Niyamaha Likhitani Santi. Tatra one, two, three, four, five. Tatra one iti parmaha. Pathatu Mahode. Astu Mahode. Niyamaha. Malar Mahode Prapnuti va? Aam Mahode. Astu. Mahode Pathatu. Sumitra. Dhanyavarga Mahode Kshamyatam. No, no, it's fine. Dhyatavati. Astu. Idanim Janami. लङ्लकारस्य कृते ये त्रयः नियमाः उक्ताः ते नियमाः सर्वेषु णित्सु लकारेषु उपयुक्ताः. विधिलिङ् णित् लकारः अस्ति, अतः अत्र अपि एषां त्रयाणां प्रसक्तिः. इतश्च इति इकारस्य लोपः, तस्थस्थामिपां तान्तन्तामः इति ताम् तम् त अम् एते आदेशाः. नित्यम् नितः इति वसि मसि च सकारलोपः. अत्र उक्तमस्ति यत् यदा लङ्लकारे त्रयः नियमाः दृष्टवन्तः, ते तानि सूत्राणि अत्र अपि इत्युक्ते विधिलिङ् कृते अपि प्रसक्तिः अस्ति, तस्य प्रसक्तिः. किमर्थम् इत्युक्ते अत्र अपि ङित् लकारस्य कृते विषयः अस्ति इति कृत्वा. इतश्च इति इकारस्य लोपः, तस्थस्थां मिपां तान्तन्तामः इत्यनेन तस्थस्थ मिप् इत्यस्य कृते तां तं त अम् इति एतेषाम् आदेशः भवति. अनन्तरं नित्यं ङितः इति अपि सकारस्य लोपः, वसि मसि. एतानि त्रीणि सूत्राणि सर्वेषु णित्सु लकारेषु भवन्ति, अतः लङ् लकारे अपि सन्ति, विधिरिङ् लकारे अपि सन्ति. अस्तु, अग्रे. जी स्थाने जुस् आदेशः, जकारस्य इत् संज्ञा लोपश्च अस् अवशिष्यते. क्षम्यताम्, उस् अवशिष्यते. झिस् इति जकारस्य इत् संज्ञा चुटु इत्यनेन, अतः तस्य लोपः अस् उस् अवशिष्यते. सामान्यतया महोदय, यथा मया उक्तं, लट् लोट् लङ् लकारे अस्माभिः किं दृष्टं, झी स्थाने किं भवति? अन्त् महोदय, केन सूत्रेण? जोन्तः. परन्तु अत्र विधिरिङ् लकारे भिन्नम् अस्ति, झी स्थाने जुस् भवति, उस्. अतः यथा मया उक्तं, पठेयुः भवेयुः इति भवति खलु प्रथमपुरुष बहुवचने, तत्र युः यत् अस्ति उः, तत् जुस् प्रत्यय अस्ति. अस्तु, अग्रे. अस्मिन् लकारे प्रमुखं कार्यम् इदं यत् यासुट् आगमः भवति प्रत्ययात् प्राक्, तत्र अनुबन्धलोपे सति यास् इति शिष्यते. अधुना नूतनं कार्यम् अस्ति यासुप् इत्यस्य आगमः भवति. अत्र टकारस्य लोपः हलन्त्यम् इत्यनेन, उकारस्य लोपः उपदेशे अजनुनासिक इत्यनेन, अतः यास् एव अवशिष्यते. तर्हि मया उक्तं महोदय, कुत्र भवती द्रष्टुं शक्नोति यास् इति, उदाहरणं ददातु. चिनुयात् इति एकं, चिनुयात्, कुर्यात्, तत्र या अस्ति खलु, या, तत्सर्वं यासुट् इति प्रत्ययस्य आगमस्य भागः. तर्हि महोदय, भवती एव वदतु, यासुट् इति प्रत्ययात् प्राक् आगच्छति कथं जानीमः? आद्यन्तौ टकितौ इति सूत्रेण प्रत्यय आगमः टित् अस्ति चेत् प्राक् आगच्छति, कित् अस्ति चेत् परम् आगच्छति. अत्र टाक् टित् अस्ति, अतः प्राक् आगच्छति. अस्तु, अग्रे पठतु. 3A यदि अङ्गम् अदन्तं तर्हि तस्य यासुडागमस्य स्थाने ई इति आदेशः यथा पट् योगः अ योगः यास् योगः त पट् योगः अ योगः ई योगः त अत्र उक्तम् अस्ति यास् इत्यस्य आगमस्य स्थाने अङ्गम् अदन्तम् अस्ति चेत् यास् यास् इत्यस्य स्थाने ई आदेशः भवति अनेन पट् अ यास् त इत्यस्य यास् इत्यस्य स्थाने ई आदेशः भवति अतः पठ इति अङ्गं योगः यित् इति सिद्ध तिङ् प्रत्ययः अनेन पठेत् इति निष्पन्नं तर्हि अत्र महोदय पठनन्तर यत् अकारः अस्ति आम् तद् अकारः कुतः आगच्छति पट इति खलु महोदय न न अत्र लिखितमस्ति खलु यथा पट् योगः अ योगः यास् योगः त अस्ति खलु तत्र पट् धातु अस्ति अ अस्ति तत् अ कुतः आगच्छति प्रत्ययस्य शप् शप् विकरणप्रत्ययः अस्ति खलु विकरणप्रत्ययः अस्ति केन सूत्रेण विकरणप्रत्ययः आगच्छति महोदय कर्तृशप् कर्तृशप् इति सूत्रेण शप् आगच्छति स्थाने अ स्थाने अनन्तरं तर्हि तत् तकारः कुतः आगच्छति तत्र पठ् योगः अ योगः यास् यास् तु वयं जानीमः यासुट् अस्ति तत्र तकारः यत् अस्ति तत् तिप् प्रत्ययः अस्ति तिप् स्थाने तकारः कथं भवति केन सूत्रेण अस्माभिः पठितं कोऽपि जानाति वा यदा लङ्लकारे यथा लङ्लकारे अस्माभिः पठितं ह्रस्व इकारान्त प्रत्ययस्य परस्मैपदी ह्रस्व इकारान्त प्रत्ययस्य इकारस्य लोपः भवति अतः तकारः इकारस्य शप् इत्यनेन तकारः तु इतश्च इत्यनेन इकारस्य लोपः अतः अधुना यकारस्य लोपः कथं भवति तत् अग्रे आगच्छति तर्हि न हलन्त्यं नास्ति यतोहि पश्यतु हलन्त्यं किमर्थं नास्ति भवती वदतु तत्र यास् न आगच्छति यास् शब्दस्य आगमः न भवति इय इति आदेशः इदानीं सत्यं तत्र इय मध्ये यकारस्य हलन्त्यम् इति सूत्रेण किमर्थं न भवति तत्र हलन्त्यम् इति सूत्रं केवलं उपदेश अवस्थायां कार्यं करोति खलु अत्र यासुट् तु भवति एव तस्य स्थाने किमपि इय आगच्छति तर्हि तत् उपदेश अवस्थायां नास्ति अतः इय यत् यकारस्य हलन्त्यम् इति सूत्रेण न अपि तु अन्य सूत्रेण तत्र लोपः भवति तत् सूत्रम् अग्रे आगच्छति तर्हि पठेत् इति भवति अस्तु तदनन्तरं समापयतु महोदय सुमित्रा महोदय 3B अनदन्तेषु ई आदेशः न भवति तथा चिनु योगः यास् योगः इत्यनेन चिनुयात् इति निष्पन्नम् अत्रापि सकारस्य लोपः कथं भवति तदागे अग्रे तत्र अनन्तरम् आगच्छति न भक्तो तस्मः वदति सकारस्य लोपं मा करोतु परन्तु अत्र अत्र भवति तत् किमर्थं भवति तत् वयं अनन्तरं पश्यामः भिन्नकार्यमस्ति अहम् अहं पश्य अहं मम प्रश्नः भिन्नम् अस्ति अत्र सुमित्रा महोदय वदतु चिनु मध्ये नु कथम् आगच्छति अत्र धातुचि अस्ति खलु सुमित्रा महोदय विकरणप्रत्यय अस्तु इति धातु स्वादिगणे स्वादिगणे अस्ति अतः स्वादिभ्यः श्नु इति सूत्रेण स्वादिगणीयधातुः अस्ति चेत् श्नु इति विकरणप्रत्यय शकारस्य लोपः नु इति अवशिष्यते नु आगच्छति चिनु इति भवति चिनु तर्हि चिनुयात् इति भवति अस्तु पञ्चम करोतु यदा ई आदेशः भवति तदा बलादिषु प्रत्ययेषु परेषु यकारलोपः भवति पटयोगः ई योगः तकारः पठेत् अजादिषु तु यथावत् पटयोगः यत् ई योगः उः इतु इति पठेयुः इति अत्र सुमन् महोदयायाः प्रश्नस्य उत्तरं यत् इय आदेशः भवति तथा यदि अग्रे वल् बलादिप्रत्ययः अस्ति नाम तकारः बलादिप्रत्ययः अस्ति खलु अतः बलादिप्रत्ययः परे अस्ति चेत् यकारस्य लोपः भवति तर्हि पठयोगः इय योगः त तत्र तकारः बलादिप्रत्ययः अस्ति अतः यकारस्य लोपः भवति पठयोगः ई योगः त पठेत् परन्तु यथा अजादिप्रत्ययः अस्ति यथा एकवचने बहुवचने प्रथमपुरुषे तत् बलादि नास्ति अतः तत्र यकारस्य लोपः न भवति पठेयुः इति भवति तत्र सूत्रम् अग्रे आगच्छति तृतीयबिन्दुमध्ये पठेत् आगच्छत् खलु तत्र अकार इकार मेलनेन एकारः आगच्छति अत्र अतः अत्र गुणसन्धिः कार्यं करोति अतः पठेत् इति आगच्छति सत्यम् अस्तु परन्तु तत्र यकारस्य लोपः कुत्र भवति पठेयत् किमर्थं न भवति किमपि तथा यकारस्य लोपः प्रश्नः अस्ति तत् यकारस्य लोपः भवति यतोहि वलादिप्रत्ययः परे अस्ति वलादिप्रत्ययः परे अस्ति चेत् यकारस्य लोपः भवति पठेत् भवति गुणसन्धि भवति गुणसन्धि आम् सत्यं गुणसन्धि महोदय पूर्वतन बिन्दु अस्ति खलु चिनु योगः यास् योगः इत्यस्य सकारस्य का गतिः सम्यक् सम्यक् तदपि तत्रापि सकार लोपः कथं भवति यदा तत्र अत्र तस्य प्रसक्तिः नास्ति तत्र अनदन्तम् अङ्गं यदा आगच्छति तदा वयं पश्यामः सकारस्य लोपः परन्तु हा तत्रापि न विभक्तौ तु स्मः इति किमपि तस्य कार्यं नास्ति भवती वदतु न विभक्तौ तु स्मः इति सूत्रस्य कार्यं किमर्थं न भवति अत्र यथा विभक्तिप्रत्ययः अस्ति चेत् तु म अपि च सकारस्य लोपः न करणीयः आम् परन्तु अत्र तस्य सूत्रस्य प्रसक्तिः नास्ति यास् इति सकारस्य मध्ये किमर्थम् अन्तं हल्ल नास्ति तत्र हलन्त्यम् इति केवलं प्रत्ययकृते नास्ति इत्यस्य यास्तु लौकिकरूपम् अस्ति औपदेशिकरूपं सम्यक् सम्यक् औपदेशिकरूपं तु यासुट् अस्ति खलु तर्हि तत्र टकारस्य लोपः अभवत् हलन्त्यम् अनन्तरं पुनः सकारस्य लोपः किमपि न करणीयं तत्तु उपदेशं नास्ति अस्तु तर्हि अधुना तर्हि अधुना नियमान् अनुसृत्य कार्यं पश्यामः प्रत्येकप्रत्ययस्य कृते तर्हि धन्यवादः महोदय अत्र अग्रे गच्छामः सुमन् महोदय पठतु टिप् अस्तु तर्हि नियमान् अनुसृत्य कार्यम् एव टिप् भवति पकारस्य लोपः भवति ति भवति इदानीं तु इतश्च सूत्रेण इकारस्य लोपः तकार एव तिष्ठति अदन्त अदन्त अङ्गानां कृते यास् स्थाने इय तकारस्य तकारः वलादिः अतः यकार लोपः ईशिष्यते योग त इत् इति विधिलिङ्ग् प्रत्ययः निष्पन्नः कथं भवति सूत्र सूत्र सूत्र प्रत्येक सोपानस्य कृते सूत्रं किं वदतु क्रमेण लोपः भवति हलन्त्यं सूत्रेण इदानीं ती अस्ति इकारस्य लोपः इतश्च सूत्रेण इदानीं तकार एव अवशिष्यते इदानीं यास् तत्र सूत्रं न जानामि किन्तु यासुट् आगमः भवति अतः इदानीं यास् योग त किन्तु भुवादिगणे सर्वे अदन्त अदन्त अङ्गः इदानीं यास् न यास् शब्दस्य आगमः न भवति किन्तु इय आगच्छति तथा न या स्थाने इय आगच्छति यास्तु भवति तस्य स्थाने इय भवति ओ अस्तु यास् आगमः भवति तत्र अदन्तम् अङ्गम् अस्ति अतः या स्थाने इय आदेशः भवति इदानीं पुनः सूत्रं न जानामि किन्तु इदानीं अदन्तम् अङ्गम् अतः यकारस्य क्षम्यतां क्षम्यतां वल् इदानीं तकार वल् वर्णः अस्ति अतः यकारस्य लोपः भवति इ एव अवशिष्यते इ योग तकार तिङ् प्रत्यय इत् भवति इदानीम् इति तिप् स्थाने विधिलिङ्ग् सिद्धप्रत्यये तर्हि अत्र मम प्रश्नः अस्ति वल् प्रत्याहारे वल् प्रत्याहारे के वर्णाः आगच्छन्ति महोदय ह य विहाय सर्वे व्यञ्जनानि सम्यक् ह य विहाय आगच्छति य विहाय य विहाय केवलं य विहाय सर्वाणि व्यञ्जनानि अतः सर्वे स्वराः अपि च यकारः न आगच्छन्ति अस्तु अधुना वयं सूत्रं पठामः किञ्चित् अग्रे गच्छामः अधोभागे एकं सूत्रं लिखितमस्ति यासुट् परस्मैपदेषु दातो निच्च अत्र विधिलिङ्गी सिद्धप्रत्ययः तत्र टेबल् अस्ति तदनन्तरं झेर् जूस् अस्ति अनन्तरं यासुट् अस्ति तेन सूत्रेण यासुट् आगमः भवति सर्वे प्राप्नुवन्ति वा आम् महोदय अस्तु तर्हि सुमन् महोदय सूत्रं पठतु यासुट् परस्मै पदेषु पदेषु दातो निच् एकनिमिषमैपदेषु दातो पठतु परस्मैपदेषु दातौ निच्च अग्रे पठामि सर्वं पठतु अस्तु लिङ्लकारस्य परस्मैपदी प्रत्ययानां यासुट् आगमः भवति सः च आगमः निद्वत् अस्तु विधि सूत्रम् अतिदेशसूत्रं च अस्तु लिङ्ग् लकारस्य परस्मैपदी प्रत्ययानां यासुट् आगमः भवति अस्तु एतत् सः च आगमः निद्वत् इत्युक्ते यासुट् आगमः भवति आम् तत्तु एकं भागं यत् लिङ् प्रत्ययस्य लिङ्लकारस्य परस्मैपदी प्रत्ययानां यासुट् आगमः भवति तत्तु विधिकार्यम् अतः विधिसूत्रं सः च आगमः यत् अस्ति तत् नित् तत् आगमः वस्तुतः नित् नास्ति परन्तु नित्वत् भवति तर्हि यासुट् आगमानन्तरं यत् प्रत्ययः अस्ति तत् नित्वत् भवति इति किमर्थं महोदय सूत्रे लिखितमस्ति नित्वत् भवति इत्युक्ते तत्र गुणनिषेध आम् सत्यम् अतः विधिलिङ्गलकारेषु कुत्रापि गुणकार्यं नास्ति तर्हि यासुट् प्रत्ययः नित्वत् भवति नित्वत् भवति तस्य किं प्रयोजनं यत् गुणवृद्धिः किमपि सर्वं निषिद्धम् अतः नित्वत् लिखितम् अस्ति अतः इदं सूत्रम् अतिदेशसूत्रम् अपि ओ अस्तु विधिकार्यमपि अस्ति अतिदेशकार्यमपि अस्ति अतिदेशकार्यमपि अस्ति नित्वत् भवति अस्तु लिङ्क् लिङ्क् स्यूट् इत्यस्य अपवादः इदानीं तु वयं तु लिङ्गः स्यूट् न पठितवन्तः खलु अग्रे आगच्छति तत्र तत्र सूत्रम् अस्ति लिङ्गः स्यूट् तत् लिङ्गः स्यूट् इति सूत्रं वदति यत् लिङ्लकारस्य लिङ्लकारस्य विधिलिङ्लकारस्य सर्वेषां प्रत्ययानां स्यूट् आगमः भवति स्यूट् सर्वेषां प्रत्ययानां स्यूट् आगमः भवति परन्तु यासुट् परस्मैपदेषु उदात्तो निच्च इति आगत्य वदति यत् परस्मैपदेषु स्यूट् न भवति परन्तु यासुट् भवति अपवादसूत्रम् अस्ति आद्यन्तौ टकितौ इत्यनेन यासुट् प्रत्ययात् प्राक् आयाति वयं जानीमः यासुट् प्रथमान्तं परस्मैपदेषु सप्तम्यन्तम् उदात्तः प्रथमान्तं नित् प्रथमान्तं च अव्ययपदम् अनेकपदम् इदं सूत्रम् लिङ् स्यूट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लिङ्गः लस्य परस्मै पदानां यासुट् उदात्तः नित् च आगच्छन्ति वा उदात्तः इदानीं तस्य अत्र किमपि नास्ति महत्त्वम् अत्र अस्मिन् कार्ये अन्यत्र भवति परन्तु अत्र उदात्त अनुदात्त स्वरितः अस्ति खलु तदेव अस्ति उदात्त तत्र परन्तु इदानीं किमपि नास्ति इदानीं किम् अस्ति महत्त्वपूर्णं यत् लिङ्लकारस्य लिङ्गः लस्य तत्र परस्मैपदानां यासुट् तद् यासुट् यत् अस्ति तत् नित् अस्ति नाम नित्वत् भवति यासौट् परस्मैपदेषु इति विधिकार्यं निच्च इति अतिदेशकार्यम् तर्हि अनेन सूत्रेण लिङ्लकारः अस्ति तस्य परस्मैपदानां यासुट् उदात्त यासुट् आगमः भवति निच्च इति अस्तु तर्हि धन्यवादः महोदय अग्रे महोदय अहम् अरुणा रामल् अपि अस्ति नमस्ते महोदय भवती पठति वा अथवा अस्तु तर्हि ये अत्र ये जनाः गन्तुम् इच्छन्ति 825 भवति खलु ते गच्छन्तु परन्तु 9:10 इति वादने पुनः आगन्तुं शक्नुवन्ति वा आं महोदय आं जी किमपि क्लेशः नास्ति अस्तु तर्हि इदानीं वयं किमपि नूतनं न पठामः दश पञ्चदशनिमेषेभ्यः भवन्तः सर्वे गच्छन्तु अनन्तरं हा 9:10 यदा भारतदेशे 9:10 भवति तत्र सर्वे मेलिष्यामः धन्यवादः अस्मिन् एव लिङ्क् तत्र लैट्स् अस्ति महोदय खलु तर्हि अहं वयम् अत्र एव सन्ति ये भारतदेशे न सन्ति ते अन्ये जनाः आगच्छन्तु वयमपि म्यूट् मध्ये स्थापि अस्तु अस्तु किमपि अस्तु म्यूट् अस्तु अथवा लाग् औट् करोतु किमपि परन्तु पुनः आगच्छन्तु आम् आम् अहं लण्डन् नगरे अस्मि अहं लागौट् भवती अत्र एव भवतु अस्तु तर्हि नूतनं किमपि न भवति तर्हि अस्तु तर्हि ये जनाः दीपं कर्तुं अवश्यं वा लण्डन् आम् लण्डन् मध्ये तु प्रभातम् अस्ति खलु तत्र दिनं तर्हि अद्य अन्ये जनाः एक वयं किञ्चित् पुनरावलोकनं कुर्मः तत्र सुमन् महोदय मदर् महोदय भवत्यौ विलम्बेन अतः अस्माकं यत् किं यत् यत् अस्माभिः तत् तस्मिन् काले यत् अस्माभिः पठितं तत् एकवारम् अहं पुनः वदामि अत्र विधिलिङ्गलकारं तु भवती सर्वे भवत्यौ पठितौ पठतः तस्मात् पूर्वम् अस्माभिः तत् यत् सुमन् महोदयायाः प्रश्नः आसीत् गतरविवासरे तत्र अस्माभिः चिन्तनं कृतं यत् तस्तस्तमीपां तान् तन् तामः इति सूत्रे मिप् स्थाने अम् आगच्छति खलु तर्हि तत्र सुमन् महोदयस्य चिन्तनमस्ति यत् हलन्त्यं न करणीयम् अपि तु मिप् स्थाने एव साक्षात् अम् करणीयम् तत्र अहं किञ्चित् चिन्तितवान् तत्र मम चिन्तनं किम् अस्ति इति अहम् एकवारं वदामि तदनन्तरं तत्र किञ्चित् अग्रे चर्चां कुर्मः यदि न अवगच्छन्ति तर्हि अस्तु तस्तस्तमीपां तान् तन् तामः इति सूत्रमस्ति हलन्त्यम् अपि सूत्रमस्ति तर्हि हलन्त्यं तस्य लोपः इति महोदय अहमपि गच्छामि दश निमिषं गच्छतु गच्छतु ये ये गच्छन्ति गच्छन्तु अन्ये अत्र शृण्वन्तु तत्र किमस्ति हा हलन्त्यं तस्य लोपः इति सूत्रेण मिप् स्थाने मी भवति खलु परन्तु तस्तस्तमीपां तान् तन् तामः इति सूत्रेण मिप् स्थाने अम् भवति तर्हि यथा यथा महोदयाः गतरविवासरे उक्तम् अत्र अपवादत्वेन मिप् स्थाने अम् इति भवति तत् तत् चिन्तनं समीचीनम् अस्ति अहम् अहं चिन्तयामि तत् समीचीनम् अस्ति यतोहि मिप् स्थाने अम् इति सूत्रस्य प्रसक्तिक्षेत्रं हलन्त्यम् इति सूत्रस्य प्रसक्तिक्षेत्रस्य अपेक्षया न्यूनमस्ति सम्पूर्णया सम्पूर्णतया तत्र अन्तर्भूतमपि अस्ति अतः अपवादत्वेन मिप् स्थाने अम् आगच्छति इति एकं चिन्तनम् अस्ति अहं चिन्तयामि तत् सम्यक् अस्ति एतावत्पर्यन्तं सर्वे आगच्छन्ति खलु परन्तु अन्य एकं चिन्तनम् एतादृशमपि भवितुं शक्नोति यत् कोऽपि वक्तुं शक्नोति यत् प्रथमं हलन्त्यं करणीयं मिप् स्थाने मी भवति अधुना वयं जानीमः यत् मिप् स्थाने यत् मी अस्ति तत् वस्तुतः मिप् एव अस्ति यतोहि प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण प्रत्ययस्य स्थाने यदा लोपः भवति तत्र मूलप्रत्ययस्य स्वभावः तु वर्तते एव तर्हि कोऽपि वक्तुं शक्नोति यत् हलन्त्यं करोतु तदनन्तरं मिप् स्थाने यत् मी अस्ति तद् मिप् एव अस्ति अस्तु तादृशं चिन्तनमपि समीचीनम् अस्ति तर्हि यदि प्रथमं यदि वयं कुर्मः मिप् स्थाने मी अधुना अपि सूत्रद्वयस्य प्रसक्तिः अस्ति अधुना मी स्थाने तस्तस्तमीपां तान् तन् तामः इति सूत्रं यदि वयं पश्यामः तर्हि नी स्थाने अम् आगच्छति. अन्यसूत्रमस्ति इतश्च. इतश्च इति सूत्रं वदति यत् नी स्थाने मकारः आगच्छति, खलु? अधुना किं करणीयं? तर्हि इकारः लोपः अस्ति. हा, इतश्च. तर्हि मकारः करणीयम् अथवा अम् करणीयं. तर्हि तस्य निवारणार्थम् अत्र ईपत्रे अपि ईपत्रे एव लिखितमस्ति. इतश्च तस्य थेपां तान्तं तामः इति सूत्रयोः विप्रतिषेधमस्ति. विप्रतिषेधमस्ति, अतः परसूत्रम् इति कार्यं करणीयं. परसूत्रं किमस्ति? तस्थेपां तान्तं तामः, अतः मिप् स्थाने अम् एव भवति इति ईपत्रे लिखितमस्ति. परन्तु मम चिन्तनम् एतावत्पर्यन्तं सर्वे अवगच्छन्ति खलु? तर्हि मम चिन्तनम् इतोपि किञ्चित् भिन्नम् अस्ति. तर्हि इतश्च तस्थस्तमीपां तान्तं तामः इति सूत्रयोः एकस्मिन् एव समये प्रसक्तिः तु अस्ति, परन्तु अहं चिन्तयामि यत् तस्थस्तमीपां तान्तं तामः इति सूत्रस्य कार्यं भवति, तत्तु अस्ति, परन्तु तस्य यत् कारणमस्ति तत् विप्रतिषेधं परसूत्रम् इति न, अपि तु अपवादरूपेण, अपवादत्वम् इति अहं चिन्तयामि. इति अहं कथं किमर्थं चिन्तयामि इति वदामि यत् यदि तस्थस्तमीपां तान्तं तामः इति सूत्रस्य यदि वयं केवलं सः भाग तं भागं पश्यामः यत् वदति मिप् स्थाने अम्, यदि केवलं सः भागः यदि वयं पश्यामः तर्हि मिप् स्थाने अम् इति भागः यत् अस्ति, तत्र अपि यदि इतश्च इति सूत्रं कार्यं करोति सर्वदा तर्हि मिप् स्थाने अम् इति भागस्य निरवकाशः भवति सर्वदा, खलु? तर्हि मिप् स्थाने अम् इति यद् सूत्रस्य भागः अस्ति तदपेक्षया यदि वयम् इतश्च कुर्मः सर्वदा तर्हि मिप् स्थाने अम् तस्य सर्वदा निरवकाशः भवति. तत्तु न करणीयं खलु? कस्यापि सूत्रस्य कोऽपि भागः निरवकाशः न भवेत्, तस्य आवश्यकता नास्ति चेत् पाणिनिना सूत्रे न स्थापितमेव, न स्थापनीयमेव, खलु? अतः तस्य निरवकाशः न भवेत्, अतः तत्रापि अपवादत्वेन मिप् स्थाने अम् भवति. तर्हि अहं चिन्तयामि यत् विप्रतिषेधं न, अपि तु अपवादस्य कारणेन मिप् स्थाने अम् भवति. तर्हि किमपि चिन्तनं भवतु, मिप् स्थाने अम् एव फलं भवति. सर्वे अवगच्छन्ति वा? इतश्च वदति नित् लकारे लकारेषु इकारस्य लोपः भवति. आम्, तर्हि मिप् मध्ये तस्य प्रसक्तिः अस्ति खलु? आम्, तत्र एव वयं वक्तुं शक्नुमः खलु, तत्रैव मिप् स्थाने न तिप्तस्थं कार्यं करोति चेत् इतश्च सूत्रस्य पादभागवः निरवकाशः भवति इति. इतश्च कथं निरवकाशः भवति? तस्य तु अन्यस्थाने अपि भवितुं शक्नोति खलु? सो बिकास् इट्स् अ मोर् जनरल् सूत्रं, सत्यं, बिकास् इट्स् नाट् स्पेसिफिक्लि लिस्टिङ्ग् हि सिप् मिप् स्थाने तकार लैक् इन् इफेक्ट् इट् इस् सेयिङ्ग् देट् सिप् मिप् मिप् but it applies to all mip sip tip, but mip sthane am it applies only to mip, hello? So in that sense it is general, and it doesn't pick out tip and sip and mip and g and then say what they become, whereas the tasthas sutram specifically says that tas becomes this and the and mip becomes am. Yeah, so I am just focusing on the mip part. So तस्तस्तमिपान्तान्तन्तामः द मिप् पार्ट् सेस् मिप् बिकम्स् वस् मिप् बिकम्स् अम् बट् इतश्च दिस् सूत्रम् अप्लैस् टु मोर् प्रत्यय इट् आल्सो अप्लैस् टु तिप् इट् आल्सो अप्लैस् टु सिप् इट् आल्सो अप्लैस् टु मिप् इट् आल्सो अप्लैस् टु जी सो sutras apply to four pratyayas it so, also itascha doesn't specifically pick out it doesn't specifically but you can infer that it applies to only certain certain pratyaya so even if you infer that way even after that inference it is still applicable to a broader set of pratyayas but mip the portion mip it applies only to mip and not to sip not to tip not to g so that's why it is apavada is what I think aham api apavada iti eva chintitavati but then if you kind of see both have limited scope then it becomes vipratishega So that is why I agreed with Swarup Mahoday. So if you take the full sutra, tastastamipam tantantamaha, then if you take the full sutra and compare it fully to itascha, tatra vipratishedam asti. Yato hi ubhayoho sutrayoho anya anya sthane avakasham bhavitum shaknoti. Tari tatra vipratishedam. Tatha yadi vayam chintayamaha, tari vipratishedam bhavati ataha parasutram karyam karoti. परन्तु यदि वयम् एकमेव भागं पश्यामः मिप् स्थाने अम् तत्तु अपवादमेव अस्ति इति इफ् यू लुक् एट् द ओवर्लैप् इट् इस् नॉट अन्तर्भूतः नास्ति इंटरसेक्शन अस्ति आम् द फुल् सूत्र इफ् यू सी बट् मिप् इस् अपवादम् तर्हि अहं चिन्तयामि यत्र अपवादस्य अस्ति प्रसक्तिः तत्र अपवादं प्रथमं करणीयं खलु यतोहि तत् न कुर्मः चेत् निराकाशः भवति सूत्रस्य किमपि न केवलं सम्पूर्णसूत्रं परन्तु सूत्रस्य कोऽपि भागः अपि निरवकाशः न भवेत् अतः अपवादत्वेन परन्तु तथा न यदि वयं चिन्तयितुम् इच्छामः तर्हि सम्पूर्णसूत्रं यदि वयं चिन्तयितुम् इच्छामः तत्र विप्रतिषेधम् इति भवति पदसूत्रमपि तत्रापि तत् चिन्तनमपि कथयति यत् परसूत्रं तस्तिमं तान्तन्तामः इति सूत्रेण मिप् स्थाने अम् अतः किमपि चिन्तनं करोतु वट् एवर् वे यु टेक् मिप् स्थाने अम् एव भवति उत्तमं तर्हि इति अहम् इति अस्ति तर्हि मिप् स्थाने अम् अस्तु तर्हि किञ्चित् वयम् अग्रे पुनः गच्छामः अहं ये जनाः अत्र सन्ति तेषां प्रति अहं पृच्छामि अत्र लङ्लकारे तु अस्माभिः द्रष्टं यत् मिप् स्थाने अम् भवति इतश्च इति सूत्रस्य अपेक्षया अधुना लोट् लकारे वयं पश्यामः लोट् लकारे मिप् स्थाने किं किं करणीयं केषां केषां सूत्राणां प्रसक्तिः भवति इति कोऽपि वक्तुं शक्नोति वा यथा लङ् लकारे इतश्च मिप् स्थाने अब् इति अस्ति लोट् लकारे किं किम् अस्ति मेर्णि अस्ति एकम् अस्ति मेर्णि अन्य न अस्तु आडुत्तमस्य पिच्च इति अस्ति तत्तु तत्तु भिन्नमस्ति तत्र तत्तु भवति एव परन्तु तत्तु कोऽपि प्रत्यय तत्र तु मिप् स्थाने न भवति तत् मिप् तस्य आगमः भवति अतः तस्य एरुः अस्ति मेर्णि अस्ति ओ ओ ओ कानि सूत्राणि तत्र प्रसक्तानि केवलं प्रसक्तम् तर्हि एरु अस्ति मेर्णि अस्ति अन्यं तस्तस्तमिपां तान्तन्तामः तत्तु अस्ति खलु तदनन्तरं न अतो हे सिप् अस्ति खलु मेर्णि एरुः तस्तमिपां तान्तन्तामः एकम् इतश्च इतश्च इतश्च तस्य तेपां तान्तं तामः इति सूत्राणा सूत्र सूत्रद्वयं सर्वे नित्सु लकारेषु आगच्छन्ति खलु तर्हि लोटो लङ्वत् इति सूत्रेण लोट् अपि नित्वत् अतः चतुर्णां सूत्राणां प्रसक्तिः भवति अत्र मेर्नि एरुः इतश्च तस्य तेपां तान्तं तामः अधुना चतुर्णां सूत्राणां प्रसक्तिः अस्ति इदानीं कस्य सूत्रस्य कार्यं भवति कथं जानीमः मेदिनी तत्र तस्य कार्यक्षेत्र लघु एव अन्यानां कार्यक्षेत्राणां न केवलं लघु परन्तु अन्य सूत्रे सूत्रे अन्तर्भूतमपि अस्ति सो तत्र कारणमस्ति यत् प्रथमं तु इतश्च तस्य तेपां तान्तं तामः इति सूत्रद्वयं सर्वेषु नित्सु लकारेषु भवन्ति परन्तु एरु मेर्नि तु केवलं लोट् लकारे भवति अतः लोट् केवलं लोट् लकारे अस्ति अतः अनयोः सूत्रयोः कार्यक्षेत्रं प्रथमं न्यूनं भवति अतः इतश्च तस्य तेपां तान्तं तामः इति सूत्रयोः अपेक्षया मेर्नि एरुः इति सूत्राणां कार्यं प्रथमं भवति कार्यं भवति अपवादत्वेन तदनन्तरम् एरु मेर्नि मध्ये अपि कस्य कार्यक्षेत्रं लघु इति द्रष्टव्यं चेत् मेर्नि वदति यत् साक्षात् तस्य कार्यक्षेत्रं केवलं लोट् लकारे मी स्थाने नि इति परन्तु एरु तस्य कार्यक्षेत्रं तिप् मध्ये अपि अस्ति सिप् मध्ये अपि अस्ति झी मध्ये अपि अस्ति तस्य कार्यक्षेत्रं बहु बृहत् अस्ति अतः तत्रापि अपवादत्वेन मिप् स्थाने नि अतः फलं किम् अस्ति यत् अपवादरूपेण अनयोः सूत्रयोः अन्यानां सूत्राणाम् अपेक्षया मेर्नि इति सूत्रस्य कार्यं भवति अतः मिप् स्थाने नि आगच्छति इति सो बेसिकलि दिस् इस् हौ वि शुड् बि थिङ्किङ्ग् वेन् मल्टिपल् सूत्र कम् एट् द सेम् पायिण्ट् सो दट्स् वै इफ् एनी सूत्र स्पेसिफिकलि सेस् देट् इन् प्लेस् आफ् दिस् प्रत्यय डू दिस् directly if it says, then because it specifically says, it constitutes apavada. So that's why whenever you see that there is directly it is being said that in place of this pratyaya do this, then apavada rupena, apavadasya balam asti, ataha tadeva karaniyam. So lot lakare mi sthane ni, lang lakare mi sthane am. विधिनिलकारे अपि मी स्थाने इति अस्ति अस्तु तर्हि प्रश्नः अस्ति वा कस्यापि न महोदय सम्यक् अस्ति अस्तु तर्हि जनाः प्रायः आगच्छन्ति पुनः इट्स् 9:10 विल् वेट् फार् 2 मिनिट्स् एण्ड् देन् विल् प्रोसीड् भारतीयनगरे नास्ति वा भारतीयदेशे अहं भारते नास्मि महोदय प्रत्यागच्छामि महोदय आगच्छति वा एकवारं प्रतीक्षां कुर्मः केचन जनाः इदानीं पर्यन्तं न आगतवान् सुमित्रा महोदय नास्ति अतः 2-3 मिनिट्स् अहं वयं प्रतीक्षां कुर्मः अरुणा महोदय अपि नास्ति अरुणा महोदय अस्ति अमेरिकादेशे ओ अस्तु कुत्र भगिनि ह्यूस्टन् नगरे अस्मि निवसामि कुत्र ह्यूस्टन् मध्ये वा ह्यूस्टन् पेन्सिल्वेनिया ओ पेन्सिल्वेनिया अलन्टौन् नगरे ओ अस्तु सम्यक् अधुना केवलं मलर् महोदय नास्ति किञ्चित् कथम् आसीत् भगिनि सम्यक् आसीत् भगिनि सर्वे जनाः सर्वे कृतवन्तः आम् आम् आम् सर्वे कृतवन्तः एव केचन जनाः दीपज्योतिर्मन्त्रमपि उक्तवन्तः The street lights were also off? No, no. Street lights should be on. That's what he said because otherwise theft problem would happen. So he clearly said only at homes, just switch the lights off. This is for the whole of India? Whole of India? Aam, aam. Kimartam, kimartam? Deepa Jyoti. The support of the... To get rid of any kind of diseases, we have the belief usually, right? We light lamps every day. So be, yeah, but also to show solidarity with the coronavirus unity. And it has got some astrological impacts as well. So that is another thing. Oh. Yeah. In fact, on Rab Navami day also for 5 minutes, 9 in the morning to 9:05, they said everybody recite some Rama shloka. Rama Java. We did that as well. Yeah. Hmm. Yeah, so we did it here at from 8:30 to 8:35. Oh. Where are you? Where do you live? I'm on the West Coast. I'm in California. So we have from West Coast, we have from East Coast, we have from India, we have from UK. Yeah. And I was in India visiting. February and March. You're stuck there now. I can't go back. One good thing is that now this issue has been sorted. This meeting has clearly gone beyond 40 minutes. So it's good. So it didn't pick us out. Yeah. Astu. Okay. So Astu, Arabha Mahe. Tari Tatra, we still have 15 minutes. So let's do something. So Astu, Tari Idanim Aruna Mahode. I'm Mahode. भवती पठतु अदन्तात् अङ्गात् सार्वधातुकप्रत्ययस्य यास् आगमस्य स्थाने इ आदेशो भवति अतो येयः तत्र यासुट् परस्मैपदेषु उदात्तो निच्च इति पठितं खलु महोदय पठतु अरुणा महोदय तदन्तविधिः येन विधिः तदन्तस्य इत्यनेन अदन्तात् अङ्गात् अतः पञ्चम्यन्तं या लुप्तष्टीकं पदम् इयः प्रथमान्तम् इय योगः अकारः उच्चारणार्थं त्रिपदमिदं सूत्रं रुदादिभ्यः सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अत्र पञ्चम्यन्तं भवति अङ्गात् अनुवृत्तिसहितसूत्रम् अतः अङ्गात् सार्वधातुकस्य या इति स्थाने इयः किं लिखितम् अतो यैः सूत्रं वदति अदन्त अङ्गात् सार्वधातुकप्रत्ययस्य यास् आगमस्थाने इय आदेशः भवति इति कुत्र इयः आगच्छति प्रश्न पूर्णतः न दत्तवान् ततः तदन्तविधि परिभाषासूत्रेण येन विधिः तदन्तस्य अदन्त इति वदति अदन्तात् अङ्गात् इय आग इय आगच्छति इति अनुवृत्तिसहितसूत्रम् अतः अङ्गात् सार्वधातुकस्य या इति स्थाने इयः आगच्छति इति वदति किमर्थम् तर्हि अत्र अतो येयः मध्ये अतः अस्ति. अतः इत्युक्ते किं महोदय? अत् अत् इत्युक्ते किम्? पञ्चमी, परन्तु ह्रस्व अकारः. तर्हि अत्र अङ्गात् इति अधिकारः अस्ति खलु, अङ्गस्य अधिकारः अस्ति, यतोहि सप्तमाध्याय भवति सूत्रं. तर्हि अतः अङ्गात्, अतः अङ्गात् इत्येत् पञ्चमी विभक्ति अस्ति. तर्हि अत इति तस्य अर्थम् अस्ति यत् अदन्त अङ्गस्य साक्षात् अनन्तरं परकार्यं, परकार्यमेव पञ्चमी. तर्हि अत्र अतः अङ्गात् लिखितम् अस्ति, परन्तु तस्य वस्तुतम् अर्थम् अस्ति अदन्तम् अङ्गम्. तर्हि तत्र केन सूत्रेण वयं ज्ञातुं शक्नुमः एतत् अदन्तम् अङ्गम् अस्ति? येन विदित अदन्तस्य न केवलं तादृशम् अङ्गं यत् केवलं साक्षात् अकारः अस्ति, परन्तु तादृशम् अङ्गं यत् यत् यः अदन्तम् अङ्गम् अस्ति येन विधिस्तदन्तस्य इति सूत्रेण. तर्हि अदन्त अङ्गम् अस्ति चेत् तस्य अनन्तरं यत् सार्वधातुक या इति प्रत्ययः आगच्छति, सार्वधातुक या इति आगमः आगच्छति, नाम या आगमः तत् सार्वधातुकम् अपि भवेत्, तस्य स्थाने किं भवति? इय आदेशः भवति. इय मध्ये अकारः केवलम् उच्चारणार्थं, तत्र इय इयकार इति अस्ति. तर्हि अतः यासुट् अस्ति, यासुट् तत्र यासुट् या अस्ति खलु, या तत्र या आगमः अस्ति, तत् सार्वधातुकमपि अस्ति. सार्वधातुकं किमर्थम् अस्ति? अत्र सार्वधातुकलकार अस्ति खलु, विधिलिङ्गलकार, विधिलिङ्ग तिङ्ग प्रत्यय, तिङ्ग प्रत्यय सार्वधातुकम् अस्ति. तर्हि सार्वधातुकम् अस्ति यासुट् अपि यत् अस्ति तत् तिङ् प्रत्ययस्य आगमः, अतः तदपि सार्वधातुकम्, अतः सार्वधातुकमपि अस्ति, अतः तस्य स्थाने इय. तर्हि केवलम् अदन्तम् अङ्गम् अस्ति चेत् अतः इत्युक्ते अङ्गं वा? न, अतः इत्युक्ते अतः तत्र अङ्गस्य अधिकारः अस्ति खलु, सप्तमाध्यायः अस्ति. अतः यत्र यत्र अदन्त अङ्गम् अस्ति, नाम भवादिगणे, तुदादिगणे, चुरादिगणे, दिवादिगणे, तत्र तत्र यासुट् तस्य इय भवति. परन्तु यत्र यत्र अदन्त अङ्गं नास्ति, यतोहि चिनुयात् चिनु श्वादिगणे अथवा अन्यगणे, तत्र अस्य सूत्रस्य प्रसक्तिः न भवति, यतोहि अङ्गम् अदन्तम् अस्ति नास्ति. अतः चिनुयात् मध्ये चिनु अस्ति, तत् अदन्तं नास्ति, अतः यासुट् तस्य स्थाने किमपि न भवति, या एव अवशिष्यति. परन्तु पठेयत् मध्ये या तस्य इय भवति, अतः तत्र कार्यं भवति. तर्हि अतो येयः. अस्तु, तदनन्तरम् अन्यसूत्रमस्ति, महोदय अग्रे पठतु. महोदय क्षम्यताम्. लोपो व्युर्वलिः, वल् प्रत्याहारे परे पूर्वं विद्यमानयोः वकार यकारयोः लोपो भवति. वका व् च यै च ययौ इतरेतरद्वन्द्वः, तयोः व्योः लोपः प्रथमान्तं, योः षष्ट्यन्तं, वलिसप्तम्यन्तं, त्रिपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णसूत्रं, व्योः लोपः वलि. सूत्रं वदति वल् प्रत्याहारे परे पूर्वं विधीयमानयोः वकार यकारयोः लोपो भवति इति. अत्र व्यो इति द्वे द्वौ अक्षर अक्षरौ अस्ति, वकार यकार इतरे द्वन्द्र भवति, तयोः व्योः इति रूपं भवति. लोपः इति प्रथमान्तं, व्योः षष्ट्यन्त्यं, ततः षष्ट्यन्त्यं कार्यं एव कार्यं भवति. वलि सप्तम्यन्तं पूर्वस्थाने कार्यं भवति. त्रिपदमिदं सूत्रम् अत्र अनुवृत्तिसहितं नास्ति, अनुवृत्ति वृत्तिः न आगच्छति. सूत्रं वदति व्योः लोपः वलि इत्यनेन वल् प्रत्यय परे वकार यकार लोपो भवति इति वदति. अत्र इय योगः त यत् अस्ति तत्र यकारः अस्ति तदनन्तरं तकारः अस्ति तत् तकारः वलि अस्ति अतः यकारस्य लोपः भवति लोपो व्योर्वलि इति सूत्रेण. सर्वे अवगच्छन्ति वा? इतः इय योगः त यकारस्य लोप इत् इति. अस्तु क्रमेण गच्छामः चेत् प्रथमं यासुट् कार्यं करोति तिप् स्थाने यास् आदेशः भवति न यासुट् आगमः भवति तकारस्य तकारात् पूर्व यास् आदेशः भवति आगमः भवति अनन्तरं यास् स्थाने इय भवति अनन्तरं यकारस्य लोपः इ एव अवशिष्यते अतः इदानीं तिङ् प्रत्यय तकार इत् भवति. इत् तर्हि सिद्धप्रत्ययः इत्. आम् अस्तु तर्हि धन्यवादः अग्रे गच्छामः. इदानीं रघुपति महोदय शृणोति वा? आम् महोदय. तर्हि पुनः उपरि गच्छतु अधुना तस् अस्ति एकनिमिषं महोदय तस् इति अस्ति तस् तत्र तामादेशः केन सूत्रेण? तस्तस्तपिपां तं तं तामः इति सूत्रेण नित्लकारस्य तामादेशः तस्थाने तामादेशः ये आगमः तत्र क्रमेण तत्र लिखितं नास्ति परन्तु अस्तु अस्तु वदामि. ताम् इति अस्ति ताम् इदानीम् इदानीं यासुट् आगमः भवति यासुट् परस्मैपदेश पदे यास्पट् यासुट् परस्मैपदेषु उदात्त नित्तै निच्च इति सूत्रेण यासुट् आगमः भवति. इदानीम् अदन्तमङ्ग अङ्गमस्ति चेत् अतो येय इति सूत्रेण अदन्तमङ्गमस्ति इदानीम् अतः येय इति इ आदेशः भवति. इ आदेशः तत्र यकारस्य लोपो ओर्वलि इति सूत्रेण यकारस्य लोपः भवति. इदानीम् इ योग ताम् इति भवति. किमर्थं यकारलोप इति तकार अस्ति अत्र वल् प्रत्ययस्य वर्णः अस्ति अतः पठेताम् पठ योग इताम् इति पठेताम् इति रूपम् अन्तिमरूपम् विद्धिलिङ्ग् प्रत्ययः किम् अस्ति इताम् इताम् इति अस्ति. सम्यक् सर्वे आगच्छन्ति खलु? इतेव अस्ति अत्र यथा तिप् मध्ये इत् भवति अत्र तस् मध्ये इतां भवति इताम्. अस्तु महोदय अग्रे पठतु झि. अस्तु झि झि जेजुस् इति सूत्रेण एकनिमिषं महोदय. अस्तु जी इति अस्ति जूस् आदेशः. इदानीं जेर् जूस् इति सूत्रेण अत्र जकारस्य लोपः भवति उस् इति अवशिष्यते. उस् इति अस्ति इदानीम् उस् अजाद् अत्र उस् इति अस्ति यासुट् आगमः भवति. यासुट् परस्मैपदे निच्च इति सूत्रेण यास् उस् इति भवति. इदानीं यास्थाने यकार अस्ति सारी अकार अस्ति अदन्तमङ्गम् अस्ति अतः अतो ये इति सूत्रेण यकारस्य सारी इ आदेशः भवति. इय उस् इति भवति. इदानीम् इय उस् इयु इयुस् इति भवति. इदानीं सकारस्य अत्र यकारस्य लोपः किमर्थं न भवति? न भवति तत् सूत्रस्य प्रसक्तिः नास्ति लोपोर्वेर्वलित किमर्थं चेत् अत्र अत्र वल् प्रत्ययस्य वर्णः नास्ति तत् स्वरः अस्ति उकारः अस्ति अतः तस्य लोपः न भवति. यु इति यूस् इति भवति. सकारस्य सासजिचोः रुः इति सूत्रेण ऋत्वम् अनन्तरं ऋत्वम् रकारस्य विसर्गः भवति केन सूत्रेण अन्तिम करवसानयोः करव सारी करवसानविसर्जनीयः विसर्जनीयः इति सूत्रेण विसर्गः भवति. इदानीम् इहु इहु इहु इति अन्तिमं सम्यक् प्रत्ययः निष्पन्नः भवति. महोदय अत्र यास् स्थाने इय न आदेश भवति किं? भवति भवति अत एव इय इय इय उस् इति इदानीं यकारस्य लोपः न भवति. इय इयुस् भवति सकारस् इसर्गः भवति इयुः इदानीं उस् कथं भवति वयं पठामः परन्तु अत्र अत्र नूतन सूत्रमस्ति परन्तु यकारस्य लोपः न भवति इय उस् मध्ये यतोहि उकारः वलादिनः अस्ति. जुस् आदेशः अस्ति. अधुना महोदय अधुना सर्वे अधोभागे गच्छन्तु तत्र झेर् जुस् सूत्रमस्ति. झेर् जुस् लिङ् लकारस्य जि इत्यस्य स्थाने जुस् आदेशः भवति. झेः षष्ठ्यन्तं जुस् प्रथम जुस् प्रथमान्तं द्विपदमितं सूत्रं झोन्तः इत्यस्य अपवादः अस्ति एतत् सूत्रं. लिङ्गस्य युट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति. लिङ्गः लस्य झेः जुस् इति अस्ति. अत्र एतत् झेर् जुस् इति झोन्त इति सूत्रस्य अपवादसूत्रम् अस्ति. अत्र एव यस्य सूत्रस्य अस्य सूत्रस्य प्रसक्तिः कुत्रापि न भवति अतः एतत् अपवादसूत्रमस्ति. केवलं विधिलिङ्गलकारे एव अस्ति झेः झेः जुस् झि इति अस्ति तत्र झेः इति षष्ठ्यन्तं भवति अतः जुस् आदेश. इदानीं जकारस्य लोपः भवति चुटु इति सूत्रेण उस् एव अवशिष्यते. सकारस्य लोपः किमर्थं न भवति न विभक्तौ तु स्म इति सूत्रेण न भवति. तर्हि लिङ्गः लस्य झेः जुस् अत्र इति सूत्रं केवलं लिङ्ग्लकारे कार्यं करोति. झोन्तः तस्य प्रसक्तिक्षेत्रं तु बृहत् अत्र अपवादत्वेन झे स्थाने अन्त न भवति परन्तु झे स्थाने झुस् उस् उस् झुस् भवति तस्य उस् एव अवशिष्यते. अस्तु तर्हि इति तु झि स्थाने झुस्. तर्हि इदानीं सम्यक् अस्ति. इदानीं वयम् एकमेव अस्ति मलर् महोदय सिप् करोतु. सिप् महोदय सिप् पकार लोपः सि अस्ति सि इ लोपः अतः सकार अस्ति तत् वलादि अतः यकार लोपः अत्र सि अस्ति तत्र सि अस्ति तत्र इकार इकार लोपः स भवति तदनन्तरं प्रथमं किं भवति यासुट् आं महोदय किञ्चित् न अवगच्छामि महोदय अहं मध्ये तर्हि प्रथमं तु इ लोपः भवति इतश्च इति सूत्रेण तत्र सकारः अवशिष्यते तदनन्तरं यासुट् परस्मैपदेषु उदात्तः निच्च इति सूत्रेण यास् आगमः भवति यास् योगः स तदनन्तरं यास् स्थाने अदन्तमङ्गम् अस्ति चेत् अतो येयः इति सूत्रेण इय भवति तर्हि इय योगः स अधुना यकारः अस्ति तदनन्तरं सकारः अस्ति सकारः वल् प्रत्याहारे आगच्छति अतः यकारस्य लोपः भवति इस् इति अवशिष्यते तदनन्तरं यदा पदस्य अन्ते आगच्छति सकारस्य स्थाने रु भवति स स जुषो रुः तदनन्तरं उकार तस्य खरवसानयोः विसर्जनीयम् इति सूत्रेण विसर्गं भवति इह इति प्रत्ययः आगच्छति. तर्हि इह इति आगच्छति तदनन्तरं तस्त मिप् वस् मस् इति तु अस्माभिः अधुना न पठितं गतरयो अग्रिमरविवासरे पठामः परन्तु किमपि नूतनं नास्ति अतो हि एकवारं सर्वे पठन्तु तत्र स्थस्थ मिप् वस् मस् किमर्थं किं करणीयं कार्यम् अग्रिमरविवासरे वयं पुनः पठामः परन्तु अधुना किमपि नूतनं सूत्रं नास्ति. तर्हि अस्तु अधुना विरमामः. कस्यापि प्रश्नः अस्ति वा एतत् विषये किञ्चित् नूतन अग्रिमवर्गे पठां पठावः जि आं किं किं किञ्चित् अस्ति खलु तत् न पठितं तत् अग्रिम वर्गे पठामः अस्तु जि अस्तु जि अस्तु भगिनी प्रश्नः नास्ति चेत् धन्यवादः शुभरात्रिः शुभदिनं विरमामः धन्यवादः धन्यवादः अग्रिम सप्ताहे अपि सार्धसप्तवादने भारते अष्टवादने भारत अनुसारम् अष्टवादने अस्तु धन्यवादः धन्यवादः अष्टवादने एव अद्यापि अष्टवादने एव आरम्भं कृतं न अद्य अद्य किञ्चित् न अद्य एव अष्टवादनमेव अस्ति अधुना अष्टवादनमेव सर्वदा अष्टवादनं नो चेञ्ज् अस्तु धन्यवादः